सर्वेषां नमस्कारः. अद्यतनकरपत्रमस्ति अदादिगणे हलन्तधातवः इति. तर्हि हलन्त सन्धिकार्यं समाप्य वयम् अधुना पश्यामः हलन्तकार हलन्तधातूनां विषयः आरभामहे. तर्हि विद्याभगिनी वदति वा किमर्थं वादिगणे इति न आरब्धः इति, किमर्थम् अदादिगणे इति पाठः प्रथमं, किमर्थं वादिगणे धातूनां नास्ति? पुनः पृच्छतु भगिनि, न अवगच्छामि. पुनः वादिगणस्य हलन्तदातवः इति करपत्रं महोदय किमर्थं न रचितवान् इति? भुवादिगणस्य हलन्तकरपत्रं वा? अस्तु अस्तु. अत्र शप् इति विकरणप्रत्ययः अङ्गस्य अन्ते अस्ति. धातुः हलन्तः चेत् अपि अङ्गस्य अन्ते अजन्ताङ्गं भवति तत्र सर्वत्र. अत्र तु विकरणप्रत्ययस्य लुक् भवति इति कृत्वा धातुः हलन्तः चेत् हलन्तः एव अङ्गमपि. अदादिगणे सप्त न द्विसप्ततिः धातवः सन्ति. तेषु पञ्चचत्वारिंशत् धातवः अजन्ताः, सप्तविंशतिः धातवः हलन्ताः. पञ्चचत्वारिंशत् अजन्तदातवः अस्माभिः परिशीलिताः पूर्वतने पाठे. अधुना सप्तविंशतिः हलन्तदातवः अवलोकयिष्यन्ते. यथा सर्वेषु गणेषु अदादिगणे गणे अपि कर्त्रार्थे सर्वधातुकप्रत्यये परे कर्तरी शप् इत्यनेन शप् विहितः अस्ति, तदा अधिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् भवति. अनुवृत्तिसहितसूत्रम् अधिप्रभृतिभ्यः शपः लुक् भवति, अतः अदादिगणे कोऽपि विकर्णप्रत्ययः न दृश्यते. शपः लुक् इत्यस्मिन् प्रसङ्गे स्मर्यतां यत् लुक् इत्युक्ते लोपः एव, नाम शप् विकर्णप्रत्ययः अपगच्छति. परञ्च लोपलुक् इत्यनयोः कश्चन भेदः अस्ति. भेदः अयं यत् कस्यचित् प्रत्ययस्य लोपः यदा भवति तदा लुप्तप्रत्ययः यद्यपि न दृश्यते तथापि कार्यं करोति, परन्तु प्रत्ययस्य लुक् भवति चेत् प्रत्ययलोपे प्रत्ययलक्षणं नास्ति इत्यस्मात् किमपि कार्यं तेन न भवति. लुकि सति यस्मात् अङ्गात् प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे स लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति. तर्हि इदानीम् अत्र अस्माकं पाठः अस्ति अदादिगणे हलन्तदातवः इति. अदादिगणे द्विसप्ततिः दातवः सन्ति. तेषु पञ्चचत्वारिंशत् दातवः अजन्ताः, अवशिष्टदातवः हलन्ताः. इदानीं हलन्त अदादिगणस्य हलन्तदातूनां विषयः अस्ति. यथा अत्र यत्र सार्वधातुकलकारः अस्ति तत्र सर्वप्रथमं कर्तार्थकसार्वधातुकप्रत्ययः अस्ति चेत् सार्वधातुकलकारेषु कर्तरिष्य प्रथमतया भवति, तदनन्तरं शपं प्रबाद्य अन्ये विकरणप्रत्ययाः गणमनुसृत्य आगच्छन्ति. अत्र अदादिगणः इति अस्ति, तत् अत्रापि कर्तार्थकसार्वधातुकप्रत्यये परे कर्तरिशप् आगच्छति. तदनन्तरं शपं प्रबाद्य तत्र अधिप्रभृतिभ्यः शपः इत्यनेन शप् इत्यस्य लुक् भवति. अन्ये विकरणप्रत्ययः न आगच्छति परन्तु शप् इत्यस्य एव लुक् भवति. अत्र सूत्रमस्ति अधिप्रभृतिभ्यः शपः, तत् सूत्रं वदति शपः लुक् भवति अदादिगणे स्थितेभ्यः धातुभ्यः इति. तर्हि अत्र शप् इति लुक् भवति चेत् तत्र कोऽपि विकरणप्रत्ययः नास्ति. अस्तु, अत्र पुनः अत्र लोपः लुक् इत्यनयोः भेदः कः इति अस्ति. यत्र प्रत्ययस्य लोपः भवति तत्र लोपे सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं तिष्ठति इति कृत्वा तत्र अङ्गकार्यं सर्वं भवति, यत्किमपि कार्यं सर्वं भवति. परन्तु अत्र शपः लुक् अभवत्, अत्र लुक् इति लुमान् अस्ति इति कृत्वा अत्र न लुमताङ्गस्य इत्यनेन तत्र यत्र प्रत्ययस्य लुक् भवति तत्र तादृशप्रत्ययः अङ्गकार्यस्य निमित्तं न भवति इति कृत्वा तत्र अङ्गकार्यं किमपि न भवति. इदानीम् अत्र धातुः एव अस्ति, अङ्गकार्यं किमपि नास्ति. धातुः साक्षात् परे तिङ्प्रत्ययः अस्ति, तदा तिङ्प्रत्ययं निमित्तीकृत्य एव कार्याणि भवन्ति इति अत्र दत्तमस्ति. धन्यवादः. अदादिगणे विकर्णप्रत्ययस्य लुक् भवति, अतः धातोः साक्षात् परे तिङ् प्रत्यया विहिता भवन्ति यथा पा योगति पाति। पूर्वम् अदादिगणस्य अजन्तधातवः अवलोकिताः। तत्र अच् वर्णः अन्ते आसीत्, अतः एकं मुख्यं कार्यं गुणकार्यं यथा ए योगति एति। अस्मिन् पाठे अदादिगणस्य हलन्तधातवः परिशीलष्यन्ते। अत्र धात्वन्ते हल् वर्णः अस्ति, अतः एकं मुख्यं कार्यं सन्धिकार्यम्। अदादिगणे विकरणप्रत्यय यथा भगिनी पठितवती तस्य लुक् भवति, अत्र विकरणप्रत्यय नास्ति। धातो साक्षात् परे तिङ् सिद्धतिङ्प्रत्यय आगच्छति। धातो अपि अङ्गम् अस्य संज्ञा भवति, धातो संज्ञा अङ्गसंज्ञा अपि भवति। पा इति आकारान्त धातु अस्ति अदादिगणे, पा योगति पाति इति भवति, यतो हि तिप् अस्ति। अतः अत्र इङन्तङ्गं नास्ति, अतः गुणकार्यं न भवति। अजन्तधातव यदि इकारान्तधातव अस्ति, ए योगति पित्वात् सार्वधातुक अर्धधातुकयो इत्यनेन इकारस्य गुण भूत्वा एति इति कार्यं भवति, एति निष्पन्नं भवति। अदादिगणे हलन्तधातव अग्रे वयं पठामः दृश्यामः। केवलं धातु अपि सिद्धतिङ्प्रत्ययतयो मेलनेन हलन्तधातुः अस्ति, तत्र हलन्तधातु कृते के सन्धिकार्यं ये भवन्ति ते भवन्ति। अस्तु, क्षम्यतां भगिनि, म्यूट् मध्ये आसम्। अग्रिमपङ्क्तिमपि पठति किल। स्मर्यते यत् हलन्तधातुरूपाणि भिन्नरीत्या सिद्ध्यन्ति अदादिगणे, जिहोत्यादिगणे, रुधादिगणे च, यतः तत्र धातोः तिङ्प्रत्ययस्य यः साक्षात् सम्पर्कः। अदादिगणे, ज्योत्यादिगणे, रुदादिगणे च हलन्तधातुभ्यः यदा हलादिप्रत्ययः विहितः तदा हल्सन्धिः सम्भवति इति ज्ञायते। स्मरन्तु यत् प्रत्ययः अजादिवर्णे आरभ्यते तदा धातुः हलन् चेत् अपि हल्सन्धिः न भवति, केवलं वर्णसम्मेलनं भवति। प्रत्ययः य र व म न इत्येभिः हल्वर्णे आरभ्यते चेत् आधिक्येन हल्सन्धिः न भवति। प्रत्ययः त थ ध स इत्येभिः वर्णे आरभ्यते तस्यामेव दशायां हल्सन्धिः भवति। हल्सन्ध्यः कीदृशा अपि च कार्यं कीदृशम् इति पूर्वतनेषु हल्सन्धिपाठेषु विस्तरेण अविलोकितम्। अतः अधुना एतत् हल्सन्धिविज्ञानं मनसि निधाय अग्रे सरेमः। सर्वान् अदादो स्थितान् हलन्तधातूनां परिशीलयामः। हलन्तधातु तस्य न केवलम् अदादिगणे किन्तु जिहोत्यादिगणे रुदादिगणे अपि आगच्छन्ति। कारणं कि जिहोत्यादिगणे अपि शप् श्लु भवति, तत्र अपि विकरणपत्य नास्ति श्लू कारणे तस्य तत्र अभ्यस्तकार्यं भवति। रुदादिगणे श्नम् इति विकरणप्रत्ययः अस्ति, धातोः मध्ये नकारः आगच्छति अनुबन्धलोपान्तरनन्तरं। त्रयोः धात्वा अदादि जुहात्यादि रुदादिगणे साक्षात् धातोः सम्पर्कः भवति तिङ्प्रत्ययः सह, अतः अत्र हल्सन्धिकार्यं भवति। हलादिप्रत्ययः विहितः हल्सन्धिः सम्भवति। अजादिवर्णे यदि प्रत्ययः अजादि सन्ति तदापि हलन्तधातुः अस्ति, हलन्ताङ्गः अस्ति, तस्य कार्यं भवति। किन्तु यदि हल् धातुः अस्ति तस्य प्रत्ययः यकार रेफ वकार मकार नकार आदौ अस्ति, तत् हल्वर्णे ते अपि हल्वर्णाः सन्ति किन्तु कार्यं न भवति, तत्र केवलं वर्णमेलनम् अस्ति। यदि त थ ध स प्रत्ययः आदौ अस्ति तत् हल्सन्धि भवति पित्वात् अपित्वात् इति गुणकार्यं तत् कृते यथा स्थितिः अस्ति. सो हल्सन्ध्य इदानीम् अहं पश्यामः के के सूत्राणि आगच्छन्ति हल्सन्धिपाठे. वयं पूर्वं कृतवन्तः, इदानीं पुनः दत्तम् अस्ति अत्र. धन्यवादः. आं भगिनि, वयं जानीमः यत् सार्वधातुकप्रकरणे दशधातुगणाः गणसमूहद्वये विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम्. येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते. येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते इति. सामान्यतया धातुगणेषु विकर्णप्रत्ययाः सन्ति. तत्र विकर्णप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः. यदा भुवादौ शप् इति विकर्णप्रत्ययः, भू धातोः भव इति अङ्गम्, अङ्गस्य अन्तिमवर्णः ह्रस्वकारः, शपः एव अन्तिमवर्णः, अतः अङ्गम् अदन्तम् इति. स्वादौ श्नु इति विकर्णप्रत्ययः, चि धातुः चिनु इति अङ्गम्, अङ्गस्य अन्तिमवर्णः अकारः, श्नोः एव अन्तिमवर्णः, अतः अङ्गम् अनदन्तम् इति. अदादौ विकर्णप्रत्ययः तु नास्ति एव. अदादौ धातुः एव अङ्गम्, अतः धातुः यः अन्तिमवर्णः सः एव अङ्गस्य अपि. अदादौ अस् धातुः सकारान्तम्, अतः अङ्गमपि सकारान्तम्. पा धातुः आकारान्तम्, अतः अङ्गमपि आकारान्तम्. यु धातुः उकारान्तम्, अतः अङ्गमपि उकारान्तम्. अदादौ यदा धातुः तदा अङ्गम्. अपि च अदादौ अकारान्तदातवः न सन्ति एव, अतः सर्वाणि अङ्गानि अनदन्तानि. अत एव अदादिगणे द्वितीयगणसमूहे वर्तते. अदादिगणे द्वितीयगणसमूहे अस्ति, अतः तिङ्प्रत्ययाः तत्रत्याः एव. अस्मिन् पाठे पुनः द्वितीयगणसमूहस्य तिङ्प्रत्ययाः दत्ताः. अत्र वयं पूर्वमेव जानीमः यदा सार्वधातुकप्रकरणे गण दश धातुगणाः तु तस्य विभजनं कृतम् इति, तत्र 1, 4, 6, 10 प्रथमगणसमूहे अस्ति. द्वितीय तृतीय पञ्चम सप्तम अष्टम नवम इति द्वितीयगणसमूहे अस्ति इति. तत्र यदा विकरणप्रत्ययः, सामान्यतया यदा विकरणप्रत्ययः एव अङ्गस्य अन्तिमवर्णः इति वयं जानीमः, यदा भुवादौ शप् इति विकर्णप्रत्ययः, तत्र यदा आ इति अवशिष्यते, तत्र भू इति यदा धातुः स्वीकुर्मः चेत् अन्तिमवर्णः तु अङ्गस्य अन्तिमवर्णः तु भव इति भवति. तत्र अतः तद् अङ्गम् अदन्तम् अङ्गम् अस्ति. यदा अत्र स्वादौ अपि दत्तमस्ति, श्नु इति विकर्णप्रत्ययः, तत्र चिनु इति अङ्गं, तत्र तु अन्तिमवर्णः ऊकारः, अतः अनदन्तम् अङ्गम् अस्ति. परन्तु यदा अदादौ अदादिगणे वयं पश्यामः चेत् तत्र तु विकर्णप्रत्ययः नास्ति एव, अतः तस्य धातुः एव अङ्गं, धातुसंज्ञा अपि अस्ति, अङ्गसंज्ञा अपि तस्य अस्ति इति कृत्वा, तत्र यदा वयम् अस् इति धातुः स्वीकुर्मः चेत् सकारान्तम् अङ्गम् अस्ति. तत्र अदादौ अकारान्तदातवः न सन्ति एव, अतः सर्वाणि अङ्गानि तु अनदन्तानि. अदादिगणः तु द्वितीयगणसमूहे अस्ति इति दत्तमस्ति. धन्यवादः. पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं, तिङ्प्रत्ययः सिद्धिः, तिङ्प्रत्ययनिमित्तिक अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययोः मेलनम् इति अत्र त्रीणि सोपानानि सन्ति इति वयं जानीमः. सार्वधातुकलकारेषु प्रथमतया धातुतः तिङ्प्रत्ययः विहितः भवति, तदनन्तरं तत्र कर्तरि शप् शप्रबाद्ये अन्ये विकरणप्रत्ययः. इदानीं मध्ये विकरणप्रत्ययः अस्ति इति कृत्वा प्रथमतया विकरणप्रत्ययनिमित्तीकृत्य अङ्गकार्यं, तदा धातुः विकरणप्रत्ययोः मेलनं. अनन्तरं तत्र तिङ्प्रत्ययसिद्धिः इति वयं पूर्वमेव पठितवन्तः. अत्र तिङ्प्रत्ययं नीत्वा कार्यं भवति. तिङ् यदा हि धातुविकरणप्रत्ययोः मेलनं अभवत् तदानीम् अत्र तिङ्प्रत्ययनिमित्त अङ्गकार्यं भवति. अनन्तरम् अङ्गतिङ्प्रत्ययोः मेलनं, तत्र सन्धिकारस्य अवसरः अस्ति चेत् तदपि भवति इति. अत्र तु अदादिगणे विकरणप्रत्ययः एव नास्ति, अतः विकरणप्रत्ययनिमित्तक किमपि अङ्गकार्यं नास्ति. धातुः अस्ति, अनन्तरं तिङ्प्रत्ययः अस्ति, तिङ्प्रत्ययनिमित्तक अङ्गकार्यमेव भवति. अत्र अदादिगणे अनदन्तम् अङ्गमस्ति, यतोहि अत्र अदादिगणे अकारान्तधातुः ह्रस्वकारान्तधातुः एव नास्ति, अतः अनदन्त. अग्रेपि पठामि वा? हा, विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तथा धातुविकरणप्रत्ययोः मेलनं. कुत्रापि किमपि कार्यं नास्ति, यतः शप् विकरणप्रत्ययस्य लुक् भवति, अतः शप् न दृश्यते, न वा अङ्गकार्यस्य निमित्तं भवति. तदेव अत्र विकरणप्रत्ययः एव नास्ति, शपः लुक्, अतः लुक् इति कृत्वा अत्र किमपि अङ्गकार्यं नास्ति, अङ्गकार्यं किमपि न भवति. अनन्तरं तिङ्प्रत्ययसिद्धिः. अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्त अङ्गानां कृते सिद्धतिङ्प्रत्ययाः भवन्ति. अत्र परस्मैपदि आत्मनेपदि प्रत्ययः लट्लकारे, ति तः अन्ति, सि तः त, मि वः मा मः. आत्मनेपदे ते आते अते, से अते द्वे, ए वहे महे. लोट्लकारे तु तात् ताम् अन्तु, हि तात् तं त, आनि आव आम. आत्मनेपदि ताम् आताम् अताम्, स्व आताम् आथां त्वम्, ऐ आवहै आमहै. लङ्लकारे त ताम् अन्, स तं त, अं व म. आत्मनेपदि त आताम् अत, ताः आथां त्वम्, इ वहि महि. विधिलिङ् लकारे यात् यातां युः, याः यातं यात, यां याव याम. आत्मनेपदि ईत ईयातां, ईरन् ईताः, ईयाथाम्, ईद्वम्, ईय ईवहि ईमहि. धन्यवादः भगिनि, सरला भगिनि. तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. अस्मिन् सोपाने सर्वप्रथमं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा एव सन्धिकार्यम् अङ्गकार्यम्. अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम्. अस्मिन् पाठे सर्वे धातवः हलन्ताः, अतः सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति एव. स्मर्यतां सूत्रार्थ एवम्, इगन्तधातोः अनन्तरं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत् इङन्तस्य अङ्गस्य गुणः भवति. यदा भूयोग शप्, भो योग अ, तादृशकार्यम् अस्मिन् पाठे न कुत्रापि भविष्यति. यतोहि धातुः हलन्त, इङन्तधातुः अत्र नैव भवति. परन्तु अस्मिन् पाठे कुत्रचित् उपधायां लघु एक वर्तते, अतः तादृशेषु स्थलेषु पुगन्तलघुपदस्य चैतन्येन उपधायां गुणकार्यं, यथा विद् धातुः योगति, वेद योगतिः. अन्यच्च कुत्रचित् विशिष्टसूत्रेण उपधायाः वृद्धिरादेशो भवति, यथा मृज् योगति, माज् योगति इति भवति. अङ्गकार्यमस्ति यदि धातु अपि विकरणप्रत्ययस्य मेलनेन अङ्गकार्यम् आगच्छति. अत्र अस्मिन् दादिगणे विकरणप्रत्ययः नास्ति, तस्य अङ्ग अतः तत् मेल धातु साक्षात् तिङ्गप्रत्ययेन सम्पर्कः भवति. यदि हलन्तधातु सर्वे सन्ति, तत्र इङन्त अङ्गं न आगच्छति. अतः सार्वधातुक आर्धधातुको इति सूत्रस्य प्रसक्तिः नास्ति. यथा भवादिगणे भूयोग शप् अस्ति, भूयोग शप् भव भवति अकार भू तस्य गुणं भूत्वा भो योग अनन्द एचोवयायवति सूत्रेण भवति इति भवति, किन्तु अत्र अदादिगणे तत् न भवति. अदादिगणे अपि इङन्तधातवः नास्ति न सन्ति अत् केवलं पुगन्तलघुपदस्य एतस्य प्रसक्तिः अस्ति. यदि कश्चन धातवः यत्र उपधायाम् इगन्ताङ्गम् आगच्छति, उदाहरणमस्ति विद् धातु पुगन्तलघुपदस्य तेन विद् योगति इति तिप् अस्ति, भूत्वा पुगन्तलघुपदस्य प्रसक्तिः भवति. तिङ्क्षिक् धातूनां तकार इति सार्वधातुक प्रत्यय भवति, अतः वेद योगति तत्र गुणं भूत्वा वेद योगति वेदति इति आगच्छति. कुत्रचित् विशिष्टसूत्र कार्यं करोति, यथा मृज् योगति तत्र मृज् धातोः प्रति वृद्धि आदेशः भवति, मार्जति इति भवति तत्र. धन्यवादः भगिनि. भगिनि अस्मिन् पाठे इगन्तदातुः नास्ति इति तावदेव खलु, किन्तु अन्यत्र इगन्तदातुः तु सन्ति सन्ति खलु, दातवः सन्ति अदादिगणे इति खलु. अदादिगणे इगन्तदातवः नास्ति तत्र? न न न, अस्मिन् पाठे नास्ति इति. अस्तु अस्तु इति अदन्तदातुः नास्ति, कदा कुत्रचित् अपि न भवति. अदन्तदातुः अदादिगणे एव नास्ति, किन्तु इगन्तदातवः सन्ति, किन्तु अस्मिन् पाठे वयं न पठामः. पूर्वतने पाठे वयं गत प्रायः षड्मासात् पूर्वं पठितवन्तः. अस्तु अस्तु, तदानीं वयं हलन्तदातव इति पृथक्तया सन्धिकार्यं पठित्वा पृथक्तया पश्यामः. आमाम्, इति प्रत्ययस्य किञ्चित् सार्वधातुकम् अनेन तस्य सार्वधातुक. सन्धिकार्यं यदा तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं समाप्तं तदा अङ्गतिङ् प्रत्ययोः मेलनं क्रियते. यदा मेलनं भवति तदा कस्यचित् सन्धिकार्यस्य प्राप्तिः अस्ति चेत् अस्मिन् समये क्रियताम्. अधुना एव पूर्वतनेषु हल्सन्धिपाठेषु यत् हल्सन्धिकार्यम् अधीतं तत् साधनीयं. कानिचन प्रसिद्धसूत्राणि मनसि स्युः. द्वितीयकार्यम् अङ्गकार्यात् अनन्तरं सन्धिकार्यम् अस्ति. तिङ्प्रत्ययनिमित्तिक अङ्गकार्यं यदा वयं प्रथमं कुर्मः, अनन्तरम् अङ्गकार्यस्य अङ्गतिङ्प्रत्ययोः मेलनं भवति, तत्र एव अस्माकं सन्धिकार्यस्य प्रसक्तिः आगच्छति. यदा आवश्यकं तदा वयं सन्धि हल्सन्धिः कुर्मः इति दत्तमस्ति. तत्र कानिचन प्रसिद्धसूत्राणि अस्ति, हूजल्भ्यो हेर्दिः परस्मैपदी लट् लोटि हूजल्भ्यो हेर्दिः इति सूत्रस्य प्रसक्तिः. हू धातुतः जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धि आदेशो भवति. पूर्णतया पठामि वा भगिनि? येन विधिस्तदन्तस्य इत्यनेन जलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते जल् पूश्च जल्श्च तेषाम् इतरेतरद्वन्द्वः पूजलः तेभ्यो पूजल्भ्यः पूजल्भ्यः पञ्चम्यन्तं हे षष्ट्यन्तं दि प्रथमान्तं त्रिपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं कूजल्भ्यः अङ्गेभ्यः हे दीः. अत्र एतत् सूत्रं तु परस्मैपदी लोटि मध्यमपुरुष एकवचने एतत् सूत्रस्य प्रसक्तिः. यत्र हि इति प्रत्ययः अस्ति तत्र हि स्थाने दी इति आदेशः भवति. कदा भवति चेत् यदा हू धातुः वा जलन्तेभ्यः जलन्तधातुः अस्ति चेत् हू स्थाने क्षम्यतां हि स्थाने दि इति आदेशः भवति इति एतत् सूत्रं वदति. एतत्तु अङ्गकार्यम् अस्ति षष्टमध्याये. परस्मैपदी पदस्य लङि अपृक्तेकाल् प्रत्ययः, यस्य प्रत्ययस्य एक एव आल् तस्य अपृक्तसंज्ञा भवति. तत्र अनुवृत्तिसहितसूत्रम् एकाल् प्रत्ययः अपृक्तः इति. एतद् तु अपृक्त एकाल् प्रत्ययः इति संज्ञासूत्रमस्ति. अपृक्तः इत्युक्ते किम् इति, तत्र एकः यत्र एकः एव अल् अस्ति, प्रत्ययस्य एकः एव अल् अस्ति, तदेव अपृक्तसंज्ञा इति तस्य नामकरणम्. सूत्रं तु हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल्, हलन्तात् दीर्घन्यन्तात् दीर्घाभन्तात् च सूतीसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. एतस्य प्रसक्तिः प्रथमाविभक्तौ सु इत्यस्य सकारलोपः, लङि प्रथमपुरुष पुरुषे ओहो अस्तु आम् सुबन्तं तद् लङि प्रथमपुरुषे तकारलोपः, मध्यमपुरुषे सकारलोपश्च. सूत्रम् अनुवृत्तिसहितसूत्रं दीर्घात् हल्ङ्याभ्यो च्युतीसि अपृक्तं हल् लुप्यते. अत्र यदा हलन्तधातुः हलन्त हल् अन्त अन्ते अस्ति चेत् धातुः एव इति न. अनन्तरं दीर्घन्यन्ता दीर्घ बन्तात् इत्युक्ते डाप् टीप् इति कश्चन स्त्रीप्रत्ययः. तस्मिन् समये यदा सूतीसि इति अपृक्तसंज्ञकः हल् वर्णः परे अस्ति चेत् तद्वर्णस्य तद् प्रत्ययस्य लोपः भवति. अस्य प्रसक्तिः अस्मिन् प्रसङ्गे तु लङि प्रथमपुरुष एकवचने, मध्यमपुरुष एकवचने अस्य प्रसक्तिः अस्ति. धन्यवादः. सर्वेषु लकारेषु इमानि अधस्थानि सूत्राणि प्रवर्तन्ते. ज्ञेयं यत् इमानि सर्वाणि त्रिपाद्यां सन्ति, अतः पूर्वत्र सिद्धम् इत्येन पूर्वसूत्रं चेत् पूर्वकार्यम् अपि च परसूत्रं चेत् परकार्यं. नाम यत् सूत्रं सङ्ख्याक्रमेण प्रथमं याति तस्य कार्यं पूर्वं भवति, अतः सूत्रक्रमेण सर्वाणि दर्शितानि अत्र. अस्तु, सर्वेषु लकारेषु इमानि अधस्थानि सूत्राणि प्रवर्तन्ते इति अस्ति. यत्र अत्र अत्र अग्रे हल्सन्धिसूत्राणि दत्तानि, तत्र हल्सन्धिसूत्राणि अत्र त्रिपाद्यां सन्ति. त्रिपाद्यां तु पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति. पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रमेव प्रथमं कार्यं करोति, अनन्तरमेव परसूत्रम्, अत्र क्रमेण सङ्ख्याक्रमेण एव कार्यं प्रवर्तते इति कृत्वा अत्र सर्वाणि सूत्राणि क्रमेण एव दत्तानि. अत्र प्रथमं सूत्रमस्ति संयोगान्तस्य लोपः, अष्टमाध्यायस्य द्वितीयपादे अस्ति. यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपो भवति. अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु पूर्णपदस्य. अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः, सूत्रमस्ति संयोगान्तस्य लोपः इति. पदान्ते संयोगः अस्ति चेत् अत्र संयोगः इत्युक्ते हल् वर्णद्वयं, तत्र मध्ये अच्वर्णः नास्ति, तदेव संयोगः. संयोगः अस्ति चेत् तत्र अन्तिमवर्णस्य लोपः भवति इति सूत्रं वदति पदान्ते इति निमित्तम्. अनन्तरं धी च इति सूत्रं, तदपि अष्टमाध्यायस्य द्वितीयपादे अस्ति. सकारस्य लोपो भवति धकारादि प्रत्यये परे. अत्र धी च सस्य लोपः, धी च इति सूत्रं वदति अत्र सकारस्य लोपः भवति यदा हि दकारादिप्रत्ययः परः अस्ति चेत् इति सूत्रं, धी च इति सूत्रम्. अनन्तरं स्कोः संयोगाद् योरन्ते च इति. संयोगस्य प्रथमसदस्य सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्यस्य लोपो भवति, न तु द्वितीयसदस्यस्य. जलीपदान्ते च अनुवृत्तिसहितसूत्रं संयोगाद्योः स्कोः लोपः जलि पदस्य अन्ते च. एतत् सूत्रम् एतस्मात् सूत्रात् आरभ्य एव जलिपदान्ते निमित्तद्वयं भवति. जलिपदान्ते संयोगः अस्ति चेत् संयोगस्य आदौ सकारः वा ककारः अस्ति चेत् इदानीम् अत्र प्रथमवर्णस्य सकारककारस्य लोपः भवति, न तु अन्तिमवर्णस्य इति. स्कोः संयोगाद्योरन्ते च इति सूत्रम्. एतत् सूत्रं संयोगान्तस्य लोपः इत्यस्य अपवादसूत्रम्. पदान्ते. अग्रे पठामि वा भगिनि? हा, चोः कुः. च वर्गस्य स्थाने कवर्गादेशः भवति, पदान्ते जली च. अनुवृत्तिसहितसूत्रं चोः कुः जली पदस्य अन्ते च. चोः कुः इति सूत्रमस्ति. चवर्गस्य स्थाने कवर्गादेशः भवति, निमित्तमस्ति पदान्ते जलीपरे इति सूत्रमस्ति. अनन्तरं व्रश्च, व्रज्ज, सृज, मृज, यज, राज, ब्राज, चशांशः इति सूत्रम्. व्रश्च, व्रज्ज, सृ, मृज, यज, राज, ब्राज, चकारान्ताः, शकारान्ताः च एषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति, जलीपदान्ते च. अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्यैव स्थाने षकारादेशः, न तु पूर्णपदस्य. अनुवृत्तिसहितसूत्रं व्रश्च, व्रश्च, सृज, मृज, यज, राज, ब्राज, चशांशः, जलीपदस्य अन्ते च. पुनः अत्रापि जलीपदान्ते एव निमित्तम्. अत्र एतेषां परिगणितानां धातूनां व्रश्च, व्रश्च, सृज, मृज, यज, राज, ब्राज, अपि च षकारान्तानां, चकारान्तानां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति. अत्र चकारान्तानाम् इत्युक्ते अत्र तुक्सहितचकारः अस्ति चेत् एव. तुक्सहितचकारः अस्ति चेत् सामान्यतया तत्र चोः शूढनासिके च इति कार्यं भवति. परन्तु अत्र चोः शूढनासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः अस्ति चेत् तस्मिन् सन्दर्भे व्रश्च, व्रश्च इत्यनेन तुक्सहितचकारस्य स्थाने षकारादेशः भवति. नो चेत् एतस्य सूत्रस्य कार्यं चकारान्तधातूनां न भवति. भगिनी अस्मि, अहम् अस्मि. नमस्ते पृष्टा भगिनी, अस्तु अग्रे पठामि वा? नो चेत् प्रायः सरला भगिनी. झल जशोन्ते अष्टमध्यस्य द्वितीयपादे पदान्ते झल् स्थाने जशादेशो भवति, पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव. पदात् परे अच् स्यात्, हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव. अनुवृत्तिसहितसूत्रमस्ति. पदान्ते अन्ते झलां झषः, यदि पदान्ते झल् वर्ण अन्ते अस्ति तत्र झष् आदेशः भवति. झष् आदेश इति युक्ते वर्गीयस्य तृतीयवर्णाः यथा जब, गड, द इति स्थाने अन्तरतम् इति सूत्रेण सवर्ण आदेशः भवति. झल् प्रत्याहारे आगच्छति चतुर्थ, तृतीय, द्वितीय, प्रथमवर्ण, षष, सः अपि. षडोकः सिः, सकारे परे षकारस्य, ढकारस्य च ककारो आदेशः भवति, षडोकः सि. यदि सकारपरे अस्ति यदा मध्यमपुरुषस्य द्वितीय, मध्यमपुरुष एकवचने सकारे परे श वा ढकारान्त धातवः अस्ति तत्र सकार वा ढकारस्य स्थाने ककारः आगच्छति. नश्चापदान्तस्य झलि, अपदान्तस्य नकारस्य, मकारस्य च स्थाने अनुस्वारो आदेशः भवति, झलि परे. अनुवृत्तिसहितसूत्रमस्ति. अपदान्तस्य मह, न च अनुस्वार झलि संहितायां, यदि अनुनासिक वर्ण मकार या नकार अस्ति, अपदान्ते अस्ति तत्र निमित्तमस्ति झलि परे, नकारं मकारस्य अनुस्वारः भवति. भगिनी अत्र षडो कहसि सकारः न तु सि मध्यमपुरुषे लट्रकारे एक तत्तु अस्ति इति न? अत्र सि इति प्रत्ययः नास्ति भगिनि, अत्र तु इस् इति सकारस्य सप्तमी विभक्ति वर्णनिमित्तिकं कार्यमस्ति एतत्. सि इति प्रत्ययस्य कार्यं नास्ति, केवलं सकार किमपि सकारः किमपि लट्लकार मध्यमपुरुष न किमपि सत्यं वर्णनिमित्तिकं कार्यं सत्यम्. आम् परनिमित्तिकम् इति सप्तमी विभक्तेः प्रयोगः अत्र षडोकः निमित्तम् अस्ति इति कृत्वा धन्यवादः. परनिमित्तम् इति पूर्वकार्यं खलु, निमित्तं तु परे आगच्छति. क्षम्यतां जानामि. आदिशप्रत्ययोः न सरला भगिनी पठितुं किम् अग्रे न चेत् प्रिया भगिनी मम प्रिया भगिनी भगिनी कः पठति पुष्पा भगिनी पठति आदेशप्रत्ययोः इन् प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने सकारः सकारादेशः भवति. अनुवृत्तिसहितसूत्रं वदामि. लिङ्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यसंहितायां नु विसर्जनीय व्यवायेऽपि तत् सम्यक् न जानामि भगिनि. अस्तु भगिनि, आदौ आदिमभागः कः किम् इत्युक्ते इन् प्रत्याहारात् कवर्गीयात् प्रथमम् आयाति चेत् अनन्तरं यदि आदेशरूपी सकारः नो चेत् प्रत्यय अवयवः सकारः अस्ति चेत् तादृशसकारस्य अपदान्तसकारस्य षकारादेशः भवति संहितायाम् इति. तर्हि किन्तु साक्षात् परे इति साधारणतया किं वदामः, पञ्चमी विभक्तेः प्रयोगः इत्युक्ते साक्षात् परे इति अस्माकम् अवगमनं भवति खलु. किन्तु अत्र नुं विसर्जनीय षड्व्यवाये इति विभागः किं वदति इत्युक्ते यदि नुमागमः मध्ये आयाति नो चेत् विसर्गः मध्ये अस्ति नो चेत् शर् प्रत्यहारस्य एकः वर्णः अपि मध्ये अस्ति चेत् अपि शर् प्रत्यहारस्य वर्णाः यत्किमपि मध्ये भवन्ति चेदपि निश्चयेन तादृश आदेशरूपी प्रत्यय सकारस्य वा प्रत्यय अवयवसकारस्य वा षकारादेशः निश्चयेन भवति. अत्र षकार आदेशः इति न वदति न अनुवृत्तिसहितसूत्रे मूर्धन्यः सकारस्य मूर्धन्यः इति उक्तमस्ति. तर्हि सकारस्य मूर्धन्यवर्णः तु षकारः अस्ति इति कृत्वा षकारादेशः. अस्तु, अत्र अण् प्रत्याहारे के के सन्ति इत्युक्ते ऐवुण् दुल्लक् एवम् अयौच् हैवरट् लण् इति पर्यन्तं लण् पर्यन्तम् इल्को समानपदे लेफ षकाराभ्याम् उत्तरस्य नकारस्य नकारादेशः भवति समानपदस्थौ चेत् एव निमित्तनिमित्तिनौ भवतः तत्तु जानामि न जानीमः न जानीमः. भगिनी निमित्तनिमित्तिनौ तस्य अर्थं किम् अस्ति? एवमेव मन्ये निमित्तम् अस्ति रेफः वा षकारः वा निमित्तम् अस्ति. अनन्तरं निमित्त अस्ति नकारः इति खलु एवं वा विद्या भगिनि सत्यं सत्यं भगिनि, निमित्तकार्ययोः निमित्तमपि कार्यं, निमित्ति इति कार्यम्. अस्तु धन्यवादः. पठामि. आम् अक्वाङ् न्युम्यवायोभ्येपि अट् कवर्गः पवर्गः अङ् नुम् इत्येतौ इतैः यथासम्भवः मिलितैः व्यवधानेऽपि नस्य नः स्यात् समानते समानते समानपदे समानपदे रसाभ्यां नो नः समानपदे इति सूत्रस्य पूर्णतया अनुवृत्तिः. तत्तु ते अट् कवर्गः पवर्गः आङ्नुम् इत्येतैः मिलितैः नस्य नः परिवर्तनम् आगच्छति. यदि रेफात् वा शकारात् परे नकारः आयाति चेत् साक्षात् परेण किन्तु व्यवधानं भवति चेत् यदि अट्वर्गस्य व्यवधानं नो चेत् कवर्गस्य पवर्गस्य आङ् इत्यस्य नुम् इत्यस्य वा व्यवधानं भवति चेदपि नकारः आयाति नकारः. चुनाष्टुः दन्त्यशकारस्य कवर्गीयवर्णस्य च स्थाने मूर्धन्यशकारादेशः कवर्गीयवर्णादेशश्च भवतः. मूर्धन्यशकारः कवर्गीयवर्णयोः योजनेन जानीमः. अस्तु रामप्रिया भगिनी अस्ति किम्? आं भगिनि अस्मि. जलां जश् जशि, जलां स्थाने जश् आदेशो भवति जशि परे. अनुवृत्तिसहितसूत्रं जलां चर् करि च संहितायाम्. एतत् कार्यं तु अपदान्ते भवति. यदा जलः स्थाने जश् इति आदेशः भवति जशि परे. अनन्तरम् अनुस्वारस्य ययि क्षम्यतां करि च इति अस्ति किल, करी च जलः स्थाने च आदेशो भवति करीपरे. अनुवृत्तिसहितसूत्रम् अहं दोषेण पठितवती इति चिन्तयामि. जलां जश् जशि संहितायाम् इति जलां जश् जशि इति सूत्रस्य अनुवृत्तिः, करी च इत्यस्य अनुवृत्तिः जलां चर् करी च संहितायाम्. अत्र यदा एतत् कार्यमपि खरीपरे भवति, एतत् कार्यं खरीपरे भवति, चर् आदेशः भवति जलः स्थाने अपदान्ते इति. अनुस्वारस्य ययि परसवर्णः अत्र अपदान्ते इति उक्तम् इति न उक्तं किल? पदद्वयम् अस्ति चेदपि केवलं वर्णनिमित्तं कार्यं भवति एव खलु. परन्तु करी परे अस्ति इति कृत्वा अपदान्ते इति स्वीकर्तुं शक्नुमः किल? न न न भगिनि भगिनि अपदान्ते इति नास्ति खलु अत्र. पदान्ते इति कुत्रचित् अपि अपदान्ते पदान्ते अपदान्ते उभयत्र उभयत्र सम्राट् सम्राट् तिष्ठति इति सम्राट् तिष्ठति इति प्राब्लि अभिप्रायः आगच्छति मन्ये. सत्यं भगिनि. अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य स्थाने परसवर्ण आदेशो भवति ययि परे. अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम्. अत्र यदा ययि परे अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति इति. एतत्तु अपदान्तकार्यमेव किल भगिनि? एतदपि नास्ति खलु पदान्तमिति नास्ति. उदाहरणार्थं अन्यस्मिन् दिने अस्माकं वेब्सैट् वाट्साप् मध्ये अपि चर्चा जाता संज्ञा इत्यस्य सूत्रस्य. सम् इति पदसंज्ञा प्राप्नोति, अनन्तरं न्याय इति अपि पदसंज्ञा अस्ति. तर्हि संज्ञा इत्यस्य अनुस्वारः अपि आयाति, अनन्तरं परसवर्णः अपि औपसंज्ञा इति आयाति, रूपद्वयं भवति. परन्तु अत्र पदान्ते अस्ति चेत् अत्र वा पदान्तस्य इत्यनेन भवति इति कृत्वा अत्र फलितार्थः. तदेव अहं करीच इत्यस्मिन् विषये अपि चिन्तितवती, वावसाने इति अस्ति अतः एतत् प्रायः अपदान्ते भवति इति. परन्तु तत्र भेदः कः इति चेत् वावसाने अवसानावस्थायाम् इत्युक्ते तत्र पदान्ते इति एव नास्ति, पदान्ते अपि अवसानमपि भवेत्. तर्हि अत्र पदस्य अन्ते अनन्तरम् अन्यत् पदम् अस्ति चेत् तस्मिन् सन्दर्भे अवसानं नास्ति खलु, अतः तत्र करी च कार्यं करोति. कार्यं करोति, अस्तु. तदेव भेदः द्वयोः मध्ये. अत्र भ्रमः भवितुम् अर्हति. सर्वदा वयं वावसाने इति एव वदामः किल यदा वयं पदस्य, अतः अहं चिन्तितवती एतत् प्रायः पदान्ते. वावसाने परन्तु न न पदान्ते कार्यं करोति अवावसाने, परन्तु तस्य अनन्तरम् अन्यत् पदं न भवेत् इति, तदेव अन्तिमम् अवसानं भवेत्, विरामः भवेत्. विरामः भवेत् वावसाने अवसाने जलः विकल्पेन च आदेशो भवति, अनेन अवसानावस्थायां विकल्पेन जष्त्वं चत्वं वा. अनुवृत्तिसहितसूत्रम् अवसाने जलां चर् वा चरो वा. अत्र यदा इदानीं वयं दृष्टवन्तः अवसाने यदा अस्ति चेत् जलः, अवसाने जलः अस्ति चेत् तद्विकल्पेन तत्र चर् इति आदेशः भवति. जरोजरि सवर्णे हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णजरि परे. अनुवृत्तिसहितसूत्रं हलः जरः लोपः अन्यतरस्यां सवर्णे जरि संहितायाम्. अत्र तु अन्यतरस्यां विकल्पेन लोपः भवति सवर्णजरि परे यदा हल् उत्तरस्य जरः अस्ति चेत् तस्य विकल्पेन लोपः भवति सवर्णजरि परे. कृपया संक्षेपे झटिति वदतु के पदान्ते सूत्राणि कार्यं करोति, के पदान्ते सन्ति. अनुस्वारस्य ये परसवर्णः इति अपदान्तकार्यम् अस्ति. किमर्थम् इत्युक्ते अग्रिम अत्र तु सूत्रे न उक्तमस्ति पदान्ते इति, किन्तु पदस्य इति किमपि नास्ति खलु, किन्तु वा पदान्तस्य इति अग्रिमसूत्रमस्ति यत्र पदान्तस्य अनुस्वारस्य ययि परसवर्णः आदेशः भवति, विकल्पेन भवति पदान्ते. तावदेव भेदः. अनुस्वारस्य ययि परसवर्णः निश्चयेन भवति, अपदान्ते निश्चयेन भवति, किन्तु वा पदान्तस्य इति सूत्रेण पदान्ते तु विकल्पेन भवति इति प्रथमविषयः अस्माभिः चर्चितम्. अनन्तरं करीच इति संशयः जातः, करीच इति पदान्तकार्यम् अस्ति किम् इति. तत्र तु भगिनी उक्तवती निश्चयेन पदान्तकार्यं. किमर्थम् इत्युक्ते खरीच इति पदान्तकार्यं, किन्तु वावसाने इति सूत्रं तु अवसान अवस्थायां वावसाने अस्ति. अवसानम् इत्युक्ते अनन्तरं किमपि पदं नास्ति, विरामः भवति चेत् तत्तु वावसाने इति. कश्चन भेदः द्वयोः तावदेव इति. पदान्ते अपदान्ते अपि कार्यं करोति, किन्तु अवसाने वस्तु वावसाने इति सूत्रमस्ति इति कृत्वा वावसाने इत्यस्य सूत्रस्य कार्यं भवति अवसानावस्थायां. किन्तु अनुस्वारकेयि परसवर्णः केवलम् अपदान्ते कार्यं करोति. किमर्थम् इत्युक्ते अग्रिमसूत्रमस्ति वापदान्तस्य इति इति कृत्वा अपदान्तकार्यमस्ति अनुस्वारस्य परसवर्णः, वा पदान्तस्य इति पदान्तकार्यमस्ति. केवलं कश्चन भेदः, पदान्तं किम् अनन्तरम् अवसानावस्था किम् इति ज्ञास्यामः चेत् तावदेव. साधारणतया अवसानम् इति वदामः चेत् पदान्ते अपि भवति, पदान्ते अपि, किन्तु पदान्तः अस्ति चेत् अवसानावस्था अवसानमिति वक्तुं न शक्यते. विरामः अस्ति चेदेव अवसानं भवति. यथा आदेशप्रत्ययो नश्चापदांश झलि षडोकसि इति सर्वे पदान्ते सन्ति. झलाञ्चशोन्ते वृषभ्रश्च चोहोकु पदान्ते सन्ति स्को संयोगान्ते धी च संयोगात् तस्य लोपति सर्वे पदान्ते कार्यं करोति रे. आम् भगिनि आम् तत्रैव सूत्रे एव अनुवृत्तिः आयाति पदस्यान्ते. अधी च पदान्तकार्यं नास्ति अपदान्तकार्यम् अधी च पदान्त अस्ति अस्तु पदस्य इति न आयाति दि इति डकारादिप्रत्यये परे इति तिष्ठति तत्र आमाम् उक्तमस्ति. धन्यवादः विद्याभगिनी. एषा प्रसक्तिः एषा प्रसक्तिः यत्र यत्र भवति तत्र तत्र अस्माभिः तत्तत् सन्धिकार्यं करणीयमेव. अनेन हलन्तदाः द्रष्टव्याः. ज्ञेयं यत् पूर्वतनेषु हल्सन्धिपाठेषु हल्सन्धयः परिशीलिताः केन क्रमेण प्रत्ययस्य प्रथमवर्णम् अनुसृत्य. अधुना अस्माकं कार्यं प्रवर्ति धातोः अन्तिमवर्णम् अनुसृत्य कार्यं तदेव, परन्तु धातुक्रमेण अग्रे सरेम. तर्हि अत्र यत्र यत्र सन्धिकारस्य अवसरः अस्ति तत्र सन्धिकार्यं करणीयमेव इति तद् वयं जानीमः एव. इदानीम् अत्र हलन्तदातवः इत्यस्मिन् इति पाठः पूर्वतन यत्र वयं हल्सन्धिः इति विषये अधीतवन्तः तत्र प्रत्ययस्य आदौ कीदृशवर्णः इति दृष्ट्वा तदनुसृत्य वयं पठितवन्तः. तकारादिप्रत्ययः अथवा थकारादिप्रत्ययः, धकारादिप्रत्ययः अथवा सकारादिप्रत्ययः इति तथा. इदानीम् अत्र धातोः अन्ते कीदृशवर्णः इति अस्ति, तस्य अनन्तरं कीदृशप्रत्ययः अपि दृष्ट्वा अत्र कार्यं प्रवर्तनीयम् इति अस्ति. अत्र धातुक्रमेण अग्रे सरेम इति अस्ति. अग्रे पठामि वा? चकारान्तदातुः वच् धातुः परस्मैपदी परिभाषणे अङ्गकार्यम् उपदायां ह्रस्व अकारः. वच् इत्यस्मिन् धातौ उपदायां ह्रस्व अकारः, लघु इक्वर्णः नास्ति, अतः अङ्गकार्यं नास्ति. अस्तु, सन्धिकार्यम् अत्र चकारान्तदातुः इति कृत्वा अत्र बहुत्र चोहोकुः चोहोकुः इति कुत्वे वच् योगः अति तत्र चोहोकुः इत्यस्य निमित्तमस्ति. जलिपदान्ते अत्र जलि जल्वर्णः, तकारः थकारः, धकारः धकारः अपि च सकारः अस्ति चेत् तत्र चोहोकुः इत्यस्य कार्यं. तर्हि चकारस्य ककारादेशः वक्ति. प्रत्ययः अजादि अथवा प्रत्ययः य र व म न इत्येभिः हल्वर्णैः आरभ्यते तदा हल् धातुः हलन्तः चेदपि हल्सन्धिः न भवति, केवलं वर्णसम्मेलनम् इति इत्युक्ते अत्र कुत्रचित् भवति, साधारणरीत्या न भवति इति अर्थः. यत्र अजादिप्रत्ययः अथवा य र व म न इत्येभिः वर्णैः प्रत्ययः आरभ्यते तत्र हल्सन्धिः साधारणतया न भवति. आदेशप्रत्यययोः इत्यनेन कवर्गीयात् परे प्रत्यय अवयवसकारस्य स्थाने षकारादेशः भवति. वच् योगः सि इदानीम् अत्र चोहोकुः प्रथमतया कार्यं करोति, पूर्वसूत्रमस्ति. चकारस्य स्थाने ककारादेशः, सकारः जल्वर्णः इति कृत्वा तत्र वक् योगः सि. इदानीं वक् इत्यस्मिन् ककारः इन्कोः इति निमित्ते कवर्गीयवर्णः इति कृत्वा सकारस्य षत्वं वक्षि. हूजल्भ्यो हेर्धिः इत्यनेन जलन्तेभ्यः धातुभ्यः हि प्रत्ययस्य स्थाने धी आदेशः भवति इति वयं जानीमः. नहि वचीरन्ति परः प्रयुज्यते इति वार्तिकं. वच्योगः अन्ति. लोट् लोट् लोके लट् लकारे प्रथमपुरुषबहुवचने वच् धातोः रूपं न प्रयुज्यते. अत्र वार्तिकमस्ति नहि वचीरन्ति परः प्रयुज्यते इति. तर्हि वच् धातोः कृते लोट् लट् लकारे प्रथमपुरुषबहुवचने वचन्ति इति रूपं न भवति, न प्रयुज्यते. जीपरे इत्येके केषाञ्चित् मते कस्मिंश्चित् अपि लकारे प्रथमपुरुषबहुवचने वच् धातोः रूपं न प्रयुज्यते. तर्हि पुनः जीपरे इत्येके इति पुनः अत्र वार्तिकमस्ति वा इति न दत्तम्, अतः कस्य मतम् इति न जानामि. अत्र केषाञ्चित् मते अत्र कुत्रचित् अपि प्रथमपुरुषबहुवचन बहुवचनान्तरूपं न भवति वच् धातोः कृते इति अस्ति. अग्रे अग्रे मातुः पुस्तके तु अन्यत् अपि अस्ति बहुवचनपरे इत्यपरे इति केषाञ्चित् मध्ये कस्मिंश्चिदपि लकारे यत्किमपि बहुवचने वचधातोः रूपं न प्रयुज्यते इति पाणिनीयप्रक्रियानुसारि धातु पाणिनीयधातुपाठः इति तत्र 173 इति मतत्रयं धन्यवादः तदपि वार्तिकं वा भगिनि इति मन्ये भगिनि आम् वार्तिकमस्ति खलु आम् भगिनि भवती जानाति वा एतद् परिभाषा नागेशभट्टेन विरचितं वा सङ्ग्रहः कृतः वा वार्तिकं तु कात्यायनस्य न न परिभाषा नागेशभट्टः खलु सः एव लिखितवान् वा तस्य सङ्ग्रहं कृतवान् वा इति मम प्रश्न सः एव परिभाषस्य परिभाषेन्द्रशेखरः इति लिखितवान् तस्मिन्नेव परिभाषाः सन्ति खलु सो सः एव सर्वा परिभाषा सर्वं लिखितवान् वा तदेव मम अवगमनं आं बहु किन्तु व्याकरणलोके तु पूर्वजैः इत्युक्तम् अनेकतया एकः सङ्गृह्य एव लिखति खलु स्वयं व्याकरणं लेखितुं न शक्नोति लोके यत् सम्भवति तदनुसृत्य वैयाकरणाः सङ्गृह्य लिखन्ति तर्हि सः स्वयं लिखितवान् किन्तु लोके यत् सन्ति पूर्वजैः यत् उक्तं तदेव स्वस्य प्रायः वाक्यैः नो चेत् पूर्वजानां वाक्यैः एव प्रायः रचितवान् इति मम पाणिनिः पूर्वमेव सः लिखितवान् इति न न न नागेशभट्टः तु अनन्तरमेव अनन्तरमेव वा अनन्तिम अनन्तरकाले एव सः तु नवीनवैयाकरणः अस्ति नागेशभट्टः अतः एव सङ्ग्रहं वा लिखितवान् वा इति किञ्चित् प्रायः 16th century तादृशम् इति मम स्मरणे तत्तु आम् अनन्तरमेव धन्यवादः रूपाणि प्रेषयामः सरला भगिनी अस्तु वच् धातु परस्मैपदि लटि प्रथमपुरुषति इति हलादि पित् अस्ति झलादि अपि अस्ति पर वच् योगति अत्र चोहोकु इति सूत्रेण चकारस्य स्थाने ककार आगच्छति निमित्तमस्ति चकारझलि परे तु वक्ति इति भवति तथैव द्वितीयवचने वक्तः भवति वच् योग अन्ति अजादिपित् अस्ति केवलं वर्णं कोऽपि कार्यं न भवति परिभाषा अस्ति नहि विचरन्तपरप्रयुज्यते इति परिभाषा तत्र कोऽपि कार्यं न भवति बहुवचने वच् योगसि इदानीं सकार झलि अस्ति पित् अस्ति किन्तु भगिनि अत्र कोऽपि कार्यं नास्ति इति वदनेन वचन्ति इति न भवेत् किन्तु रूपं न प्रयुज्यते लोके इति कृत्वा वैयाकरणे अस्माभिः न रक्ष्यते अत्र न उक्तम् वच् योगस्य सकारधलि अस्ति अतः चोहोकु इत्यनेन वक् योगस्य भवति इदानीम् आदेशप्रत्ययो सकारस्य स्थाने शकार आगच्छति तत्र ककार निमित्तम् अस्ति सो वक्षि इति भवति वच् योगथ थ अपि झलि अस्ति चोहोकु अन्यनेन वक्थ भवति वक्थ बहुवचने वच् योगमि पित् अस्ति किन्तु गुणकार्यस्य प्रसक्तिः नास्ति केवलं वर्णमेलनं भवति मकार झलि नास्ति सो चोहोकु इत्यस्य कार्यं न भवति वच् मि वच् वः वच्मः इति भवति धन्यवादः भगिनि प्रिय भगिनी लङ्लकारः आं भगिनि लङ्लकारः तु अडागमः भवति अवच् इति अङ्गम् अवच् योगः तकारः तत्र तु प्रथमं हल्ङ्याभ्यो दीर्घाक्षस्य पृथक्तं हल् इति सूत्रेण सप्रत्ययस्य लोपः अनन्तरं चोहोकुः इति सूत्रस्य प्रसक्तिः पदान्ते अस्ति इदानीं पदसंज्ञा प्राप्नोति अवक् इति रूपम् अनन्तरं जलां जशोन्ते इति सूत्रेण अवग् अवावसाने इति सूत्रेण अवक् इति रूपद्वयम् अनन्तरं लङ्लकारे ताम् अवच् योगः ताम् ताम् अपि जलि अस्ति अतः चोहोकुः इति सूत्रस्य प्रसक्तिः अवक्ताम् बहुवचने तु नास्ति जी परे इति एके इति वार्तिकेन तत्र बहुवचनं प्रथमपुरुषबहुवचनं न भवति वदामि वा भगिनि अवच् योगः सकारः सप्रत्ययः तत्रापि हल्ङ्याभ्यो दीर्घासुतिस्य प्रथमं हल् इति सूत्रस्य प्रसक्तिः सकारस्य लोपः इदानीम् अवच् इति पदसंज्ञा तत्र चोहोकुः इति सूत्रेण ककारादेशः अवक् समानकार्यं यदा प्रथमपुरुष एकवचने भवति अवक् इति जलां जशोन्ते वावसाने इति सूत्रेण विकल्परूपम् अवक् अवक् अवक् इति मध्यमपुरुषे एकवचने अपि अवच् योगः तं तं तु जलि अस्ति अतः चोहोकुः इति सूत्रेण ककारादेशः अवक्तम् अवक्त उत्तमपुरुषे अं व म इति प्रत्ययाः तत्र तु यद्यपि अम् इति पित् अस्ति परन्तु अवचित्र किमपि गुणवर्णः नास्ति इक्वर्णः नास्ति क्षम्यताम् इक्वर्णः नास्ति अतः वर्णमेलनमेव अवचम् अवच्व अवच्म कारणमकारः जली नास्ति धन्यवादः पुष्पा भगिनी लोट्लकारं किञ्चित् अस्तु भगिनि तु तु तां तां वक् वक् योगः तु अत्र न वच् योगः तु अत्र चकारस्य चोहकुः वक् योगः तु वक् इति आगच्छति तात् तु तातङ्ग् अस्ति अपित् अस्ति तथैव वक्तात् इति आगच्छति न चोहोकुः इति सूत्रेण एव अत्र तु किमपि गुणकार्यस्य प्रसक्तिः अपि नास्ति कार्यमपि न भवति वक्तात् एव वक्तां वचन्तु तत्तु तद् न वदामः नास्ति ही तु कथं कार्यं करोति ही देहे ही कार्यं करोति कोऽपि कार्यं करोति भगिनि तत्तु हूजल्येभ्यो अहं अहं दृष्ट्वा वदामि हूजल्योभ्ये हेर्दुः हल्याभ्यो न हूजल्योभ्ये अस्ति तत्तु दिः दकारः आयाति तत्तु एकनिमिषं दकारः आयाति वग्दि वक् वच् योगः हि तत्र चकारस्य परिवर्तनं आयाति कथं नाम जानामि वग्दि इति आयाति गकारः आयाति जलान्धष्टसि पूर्वे चकारस्य ककारः कथम् आयाति चौकु न चौकु एव अस्तु वक्दि अत्र ककारस्य जलांशस्य वग्दि इति आयाति वक्तात् वक्तं वक्ता आनीयावाम पित् अस्ति अजादि पित् अस्ति वचानि वचा वा वचाम धन्यवादः पृच्छदातुः आरम्भं करोति अहं वा भगिनि आमां विद्युल्लिङ्ग् अभवत् वा न न न तदेव भगिनी विद्युल्लिङ्ग् अपि उक्त्वा अग्रिमं पृच्छति ओ अहं वा अस्तु अस्तु विधिलिङ्ग् अत्र वच् इति अत्र सर्वत्र जली नास्ति जलादिप्रत्ययः नास्ति अतः अत्र किमपि कार्यं नास्ति केवलं वर्णमेलनं वच्यात् वच्यातां वच्याः वच्यातं वच्यात वच्यां वच्याव वच्याम इति अस्ति अत्र पुनः नूतनधातुः अस्ति चकारान्तः पृचि तत्र पृच् इति लौकिकधातुः आत्मनेपदि सम्पर्चने अङ्गकार्यं हलादिपित्सु आत्मनेपदेः पदी धातुषु नास्ति एव अजादिपित्सु उपधायां लघु इक् गुणः अत्र पृच् इत्यस्मिन् उपधायां ऋकारः अस्ति इति कृत्वा अजादिपित्सु गुणः पृच् योगः ऐ अत्र सुगन्धलघुपदस्य च इत्यनेन गुणः तर्हि अत्र ऋकारस्य स्थाने अकारः उरण्ड्रपरः इति कृत्वा अर् पर् पर्च् योगः ऐ वर्णमेलनं पर्चै हलादिपित्सु हलादि अपित्सु निति च गुणनिषेधः पृच् योगः ते इदानीम् उपादायं ऋकारः अस्ति पुकन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति परन्तु अत्र सारधातुकम् अपित् निति सारधातुकम् अपित् नित्वत् तदनन्तरं निति च इत्यनेन गुणनिषेधः तर्हि अत्र पृच् योगः ते पृक् इदानीं चोहोकुः सन्धिकार्यं चकारस्य स्थाने ककारः ते इत्यस्मिन् तकारः जल् वर्णः तर्हि पृक् ते अजादि अपित्सु निति च इत्यनेन पुनः गुणनिषेधः पृच् योगः आते इति आते इति अपित् प्रत्ययः अतः अत्र गुणनिषेधः अनन्तरं तत्र किमपि सन्धिकार्यं किमपि नास्ति केवलं वर्णमेलनं पृचाते अग्रे अपि पठामि वा अथवा सन्धिकार्यं चोहोकुः इति कुत्वे पृच् योगः ते तदेव अत्र चोहोकुः अत्र ते इत्यस्मिन् जल् वर्णः तकारः इति कृत्वा चकारस्य ककारादेशः चोहोकुः इत्यनेन पृक्ते प्रत्ययः अजादिः अथवा प्रत्ययः य र व मान इत्येभिः हल्वर्णैः आरभ्यते तदा धातुः हलन्तः चेदपि हसन्धिः न भवति केवलं वर्णसम्मेलनं भवति यथा पूर्वं पठितम् अत्रापि तथैव अस्ति अजादिप्रत्ययः अथवा य र व मान इत्येभिः वर्णैः आरभ्यते चेत् तत्र कुत्रचिदेव हल्सन्धिः भवति सामान्यतया सन्धिः न भवति आदेशप्रत्ययोः इत्यनेन गवर्गीयात् परे प्रत्ययवयव सकारस्य स्थाने षकारादेशः भवति पृच् योगः ते इदानीं चोहोकुः इत्यनेन चकारस्य ककारः से इत्यस्मिन् सकारः जल् वर्णः अतः पृक् योगः से इदानीम् अत्र पृक् इति ककारः इन्कोः इत्यस्मिन् अस्ति इति कृत्वा सकारस्य षत्वं पृक्षे अपि च करीच इत्यपि कार्यं करोति पृक्षे दकारादिप्रत्यये परे जष्त्वं पृच् योगः द्वे इदानीं पुनः चोहोकुः प्रथमतया द्वे इत्यस्मिन् धकारः जल् वर्णः तर्हि चकारस्य ककारः पृक् योगः द्वे इदानीं जलां जष्टषि इति सूत्रेण तत्र द्वे इत्यस्मिन् तकारः झष् वर्णः इति कृत्वा अत्र ककारस्य ककवर्गस्य तृतीयवर्णः झष्त्वं, तर्हि पृग् योगः द्वे पृग्द्वे पृग्द्वे इति रूपम्. धन्यवादः भगिनि. सरला भगिनि, आत्मनिपदि लठि उत्तमपुरुष ए वहे महे केवलं वर्णमेलनं भवति, कारण जाति अस्ति, वकारम् अकार अपि तस्य कोऽपि कार्यं न भवति. पृच्छे पृच्छ्वहे पृच्छ्महे इति भवति. तदनन्तरं लोट् पृच्छ्योगतां तकार उत्तम झलि अस्ति अपि झलादि अपि तस्ति चोहोकु इत्यनेन पृक्ताम् इति भवति. आतां वर्णमेलं पृच्छातां पृच्छतां स्व अत सकार अस्ति झलि अस्ति पृच्छ चोहोकु इत्यनेन प्रथमं पृक् योगस्व भवति. ककार इणको अस्ति अत आदेशप्रत्ययो तस्य प्रसक्तिः अस्ति पृच्छ्व इति भवति सकारस्य शकार भूत्वा. तदनन्तरं पृच्छ योग आथां केवलं वर्णमेलं पृच्छाथां पृच्छ योगध्वं धकार झलि अस्ति चकारस्य स्थाने ककचोहोकु इत्यनेन ककार आगच्छति पृक् योगध्वं. तदनन्तरं झलाञ्चषि इत्यनेन ककारस्य गकार भवति पृग्ध्वम् इति भवति. भगिनि लोट्लकारं करोति किं? क्षम्यताम्. अस्तु अस्तु भगिनि, लट् न कृतं खलु. तदनन्तरमस्ति ऐ आवहे आमहे अजादिपित् अस्ति अत्र पृच् योग अजादिपित् पुगन्तलघुपदस्य सूत्रेण गुणकार्यं भवति. पर्च् योग ऐ पर्चै पर्चावहै पर्चामहे इति भवति. धन्यवादः. धन्यवादः. तत्र तु अपृच् इति अङ्गम् अपृच् योगः थ प्रत्ययः अत्रापि हल् आम् किमर्थम् क्षम्यताम् त इति आत्मनेपदी प्रत्ययः अतः हल्याभ्यो दीर्घार्थस्य प्रथमं हल् इत्यस्य प्रसक्तिः नास्ति. अपृच् योगः स्था प्रत्ययः चोहोकुः इति सूत्रस्य प्रसक्तिः अतः तत्र अपृक्त इति रूपम् आगच्छति. अनन्तरम् आथाम् इति अपृच् योगः आताम् आताम् इति तु अजादिः अस्ति प्रत्ययः अतः अपृच्छाथाम् अथ अपृच्छथ इति अपृक्त अपृच्छाथाम् अपृच्छथ इति रूपं. ताः इति अपृच् योगः ताः ताः तु जल् अस्ति चोहोकुः इति सूत्रस्य प्रसक्तिः. अपृक्ताः समानकार्यं न आतामपि अजादिप्रत्ययः अस्ति अपृच्छाथाम् अनन्तरं ध्वम् इति तत्र तु तदपि जलि अस्ति चोहोकुः अपृक् योगः ध्वं दकारः तु झषि अस्ति अतः जलां झषि अपृक्त्वम् इति झष्ट्वसन्धिः. उत्तमपुरुषे तु ई वहि महि अपृच्छि अपृच्छ्वहि अपृच्छ्महि. धन्यवादः भगिनि. पुष्पा भगिनी लट्लकारं कृत्वा विधिलिङ्गमपि करोति किम्? एकनिमिष भगिनि. लङ्लकार न लट् कृत्वा लट् कृत्वा लट् न कृतं लट् लट् लट् लट् लकारम् ते आते अन्ते अते आं भगिनि आम् आम् अस्तु वक् वक् चोहुकुः वक्ते अत्र आते तु वचाते वचाते वचते से तु वक्षे चोहुकुः इत्यनेन सकारस्य शकारस्य आदेशः आते वचाते वक्त्वे ककारस्य जलांजश्च शिः पृच्छति एव कुर्मः खलु क्षम्यतां पृक्ते पृच्छाते पृच्छते पृक्षे पृच्छाते पृक्द्वे सम्यक् सोपानं किं पृक्द्वे इत्यस्य पृथ्वे इत्यस्य चोहकुः चोहकुः धकारस्य धकार अस्ति चेत् अपि कार्यं करोति न अनन्तरं जलां जष्टसि गकार परिवर्तनं ये तु पृच्छे पृच्छे इति अस्ति पृच्छे पृक्वे पृक्वहे पृक्महे अस्तु चकार एव तिष्ठति झल् झल् नास्ति वा न आं भगिनि विधिलिङ्ग् अपि विधिलिङ्ग् तु एकनिमिष ईता ईता ईयातां तत्तु कोऽपि कार्यं न करोति वर्णमेलनमेव पृचीता पृचीयातां पृचीरन् पृचीताः पृचीयातां पृचीध्वं पृचीय पृचीवहि पृचीमहि धन्यवादः भगिनि विषयः समाप्तः खलु अग्रिमसप्ताहे तर्हि मिलामः अस्तु धन्यवादः शुभरात्रिः धन्यवादः